नमस्कारः. अस्माकं पाणिनीयव्याकरणवर्गे सर्वेषां स्वागतं. धातुपाठे हल्सन्धिः इति पाठः, हल्सन्धिः अभ्यासः इति पाठः प्रवर्तते. तत्र वयम् अभ्यासान् तु कृतवन्तः, सोपानानि दृष्टवन्तः, अतिदेशः, अङ्गकार्यं, कथं सन्धिः प्रवर्तते इति एकादशधातवः स्वीकृत्य तत्र अभ्यासान् कृतवन्तः. इदानीं किञ्चित् अग्रे सरामः. तत्र किञ्चित् परिचितसूत्राणि अपि सन्ति, नूतनसूत्राणि अपि सन्ति. यथा समयं वयं तत् पठामः. श्रीवल्ली भगिनी भवती एव पठति वा? संयोगान्तपदे सन्धिकार्यम् इति प्रथमम्. आं भगिनि, संयोगान्तपदे सन्धिकार्यं पदं द्विविधं, संयोगान्तम् असंयोगान्तं च. संयोगान्ते पदे सन्धिकार्यं कथं क्रियते इति अत्र परिशील्यते. आं भगिनि, पदं द्विविधं, संयोगान्तम् असंयोगान्तम्. अधुना संयोगान्ते पदे सन्धिकार्यं कथं क्रियते इति अत्र परिशीलयन्ति. प्रथमं संयोगान्तस्य पदस्य लोपः कार्यं. सूत्रसङ्ख्या अष्टमाध्याये द्वितीयभागे त्रिविंशत् सूत्रं. यस्य पदस्य अन्ते संयोगः अस्ति तस्य पदस्य अन्तिमवर्णस्य लोपः भवति. अलोन्तस्य इत्यनेन अन्तिमवर्णस्य एव लोपः, न तु पूर्णपदस्य. आम्, संयोगः अन्ते अस्ति यस्य तत् संयोगान्तं, बहुव्रीहिः तस्य संयोगान्तस्य, संयोगान्तस्य षष्ट्यन्तं, लोपः प्रथमान्तं, द्विपदमिदं सूत्रं, पदस्य इत्यस्य अधिकारः, अनुवृत्तिसहितसूत्रं, संयोगान्तस्य पदस्य लोपः. आमाम्, अनुवृत्तिसहितसूत्रं, संयोगान्तस्य पदस्य लोपः. तत् सूत्रं यस्य पदस्य अन्ते संयोगः अस्ति चेत् अस्ति तत् अन्तिमवर्णस्य लोपः भवति, न तु पूर्णपदस्य अलोन्तस्य इत्यनेन. उदाहरणं, तस्य कार्यं कुत्र भवति? पदस्य अन्ते एव, केवलं पदस्य अन्ते, पदान्ते एव. करोतु भगिनि. अभाबन्ध योगः थकारः. अभाबन्ध योगः तकारः. प्रथमं संयोगान्तस्य लोपः इत्यनेन धकारस्य लोपः भवति. अभाबन् योगः तकारः, तकारः लोपः भवति हन्याभ्यां. कस्य कार्यं प्रथमं भवति? प्रथमं तकारस्य लोपः भवति भगिनि. हन्याभ्यात् सुतिसि तकारस्य प्रथमं तकारस्य लोपः भवति इति चेत् पदान्तस्य. आं भगिनि, अवाबन्ध इति पदा स्टेटस् आगच्छति तकारस्य लोपानन्तरं. संयोगान्तस्य लोपः इत्यनेन धकारस्य लोपः भवति, अबाबन् इति रूपं भवति. अनन्तरं किमपि कार्यम् अस्ति वा अबाबन् इत्यस्मात् अनन्तरम्? अबाबन् पद नो न जलं जल जलाम् अस्ति वा, जश् अस्ति वा, जशान् पदान्त नकारः पद जलां जश्वन्ति जलां नास्ति नास्ति. तकारः तु जातः किल, तकारस्य तु लोपः जातः. लोपः जातः. आम्, कोऽपि कार्यं नास्ति इति मन्यते. किमपि कार्यं नास्ति, किमपि नास्ति, किमपि नास्ति. अभावन् एव अभावन् एव अन्तिमम्. संयोगान्तस्य लोपः इत्यस्य कार्यस्य प्रवर्तनार्थं पदसंज्ञा अपेक्षितं, तद् कथं भवति? हल्ञाभ्यो दीर्घात् सुतिस्य पृत्तं हल् इत्यनेन एव भवति. अतः तस्य कार्यमेव प्रथमं 6-1 किल, तस्य 6-1 वा 6-3 वा 6-1 एव, 6-1 एव. अतः तस्य कार्यमेव प्रथमम्, अनन्तरं संयोगान्तस्य लोपः इत्यस्य कार्यं. समीचीनं वा? अस्तु अस्तु, अग्रिमसूत्रं पठामः. उषा भगिनी पठति वा? अतः प्रथमसूत्रं संयोगान्तस्य लोपः, द्वितीयं पठतु. आं भगिनि, भ्रश्च भ्रश्च लश्च मश्च षश्च स्कोः संयोगाद्योरन्ते च पदान्ते जलीपरे च संयोगान्तस्य प्रथमसदस्य सकारः ककारः वा चेत् संयोगस्य प्रथमसदस्य लोपः भवति, न तु द्वितीयसदस्य सदस्यस्य. स च ख च तयोः इतरेतरद्वन्द्वः स्कोः स्कौ. स च ख च तयोः इतरेतरद्वन्द्वः स्कौ तयोः स्कोः. संयोगस्य आदिसंयोगादि तयोः संयोगाद्योः षष्टितत्पुरुषः. संयोगान्तस्य लोपः इत्यस्मात् लोपः इत्यस्य अनुवृत्तिः. जलोझलि इत्यस्मात् जलि इत्यस्य अनुवृत्तिः. पदस्य इत्यस्य अधिकारः. अनुवृत्तिसहितसूत्रं संयोगान्त्यः स्कोः लोपः जलि पदस्य अन्ते च. धातुप्रसङ्गे जलि इत्युक्तौ तकारादिप्रत्ययेषु ठकारादिप्रत्ययेषु धकारादिप्रत्ययेषु सकारादिप्रत्ययेषु च. पदस्य पदान्ते जली पदान्ते जली परे च संयोगस्य संयोगान्तपदम् अस्ति, परे जली अस्ति. देन् संयोगाद्योः सकारककारसंयोगस्य सकारः अथवा ककारः इति संयोगान्त पद संयोगान्त पोषन् हौ डु ऐ से देट् संयोग संयोगान्त अस्ति चेत् संयोग भगिनि संयोग संयोगान्तभागः अस्ति चेत् तस्य तत् सकारः अथवा ककारः लोपः भवति. संयोगाद्यः सकारः ककारः लोपः जलि पदस्य अन्ते च. जलि इत्यस्मात् तकार प्रत्ययः थकारप्रत्ययः धकार सकारप्रत्ययः झलिप्रत्ययः. अभाभ्रश्च योगः तकारः. अभाभ्रश्च योगः तकारः. हल्ञाभ्यो दीर्घात् सुतस्य पृक्तं हल् इत्यनेन तकारलोपः भवति, अभाभ्रश्च भवति. अभाभ्रश्च इति सकारजकारसंयोगः अस्ति पदस्य अन्ते. अभाभ्रश्च इति पदम् अभाभ्रश्च इति पदस्य सकारजकारसंयोगः संयोगे सकारः इति प्रथमम् अस्ति, तस्मात् संयोगान्तस्य लोपः. स्कोः संयोगाद्योरन्ते च इत्यनेन सकारः लोपः भवति, अभाभ्रज् भवति. अभाभ्रज् दट् इस् जलि जलां जलां जष् जषि स्टिल् द सेम् अभा नाट् जषि जलां जशोन्ते जलां जशोन्ते इति सूत्रं प्रसक्तिः अस्ति, परिवर्तनं नास्ति. अभाभ्रस् अभाभ्रज् एव भवति. अभा एकं सूत्रमस्ति मध्ये मध्ये 229 ब्रस्ज् ओके देन् 8-29 दट् इस् 8-30 ओ व्रश्च ब्रश्च भगिनि व्रश्च ब्रश्च परिगणितजातुः किल सम्यक् तदेव व्रश्च ब्रश्च सृज मृज यज राज ब्राज चषां शः इत्यनेन शकारः भवति ब्राज ब्रस् 8 to 30 इति सूत्रं किम् 8 to 30 इति चोहोगुः तस्यापि प्रसक्तिः अस्ति किल ओके अबा ब्रज् अनन्तरं कथं कथं ब्रश्च ब्रश्च ब्रश्च केनाट् कम् कुत्वं देन् ब्रश्च धातु इस् नाट् देर् रैट् भगिनि ब्रस् ब्रस्क् एव ब्रस्ग् धातु कुत्र नास्ति ब्रश्च ब्रश्च इति सूत्रे चोहोकुः सूत्रस्य कार्यम् अनन्तरं कुत्वं भवति देन् मूलधातु ब्रश्ड् एव भवति सो ब्रश्च ब्रश्च अथवा सूत्रं प्रसक्तिः अस्ति वा तस्य प्रसक्तिः भवति वर्ति चोहोकुः वा ब्रश्च ब्रश्च वा चोहोकुः फस्ट् हेस् टु डू द कार्यं भगिनि It has to go in the order. अस्तु यदा चोहोकुः एव सर्वत्र कार्यं करोति चेत् ब्रश्च ब्रश्च इत्यस्य का गतिः चोहोकुः इति सामान्यसूत्रं किल सर्वत्र तस्य च यत्र यत्र चवर्कः तत्र कुत्वं तु भवति अस्तु तत्र ब्रश्च ब्रश्च इत्यस्य कार्यं कुत्र कुत्र भवति ओके सो ब्रश्च इति धातु अस्ति सो वी हेव् टु टेक् दिस् सूत्र ओके विशेषसूत्रमस्ति विशेषसूत्रम् अत्र तत्र उक्तमपि ब्रश्च इति धातोः कृते इति उक्तमपि अस्ति अतः ब्रश्च ब्रश्च इत्यस्य अपि कार्यं चोहोकुः इत्यस्य प्रसक्तिः तु अस्ति एव अवश्यम् अस्ति तद् प्रभाद्य ब्रश्च ब्रश्च इत्यस्य कार्यं भवति सो अबा ब्रश् भवति अबा ब्रश् अबा ब्रश् देन् अबा ब्रेड् भवति जलां शुष्यन्ते अनन्तरम् अन्य इतोपि एकं जलां शुष्यन्ते यत्र अबा ब्रेड् अबा ब्रेट् भवति अबा ब्रेट् वाट् इस् दट् अभ्यासे चर्च वावसाने तत्र अबा ब्रश्च इत्यत्र तत्र संयोगान्तस्य लोपः इत्यस्य प्रसक्तिः अस्ति वा संयोगान्तस्य लोपः प्रसक्तिः अस्ति बट् दिस् सूत्र स्कोः संयोगाद्योरन् संयोगान्तस्य लोपः इति पदान्ते पदान्ते या स्कोः संयोगाद्योरन्ते जलि जलि पदान्ते समीचीनं हल्ण्याभ्यो दीर्घात् इति कुर्मः चेत् पदसंज्ञा भवति वा न वा पदसंज्ञा भवति भगिनि तत्रापि इदानीं तस्य प्रसक्तिः अस्ति वा संयोगान्तस्य लोपः इत्यस्य संयोगान्तस्य लोपः प्रसक्तिः अस्ति बट् तत् प्रबाद्य स्कोः संयोगाद्योरन्ते च इति सूत्रं कार्यं करोति अतः किं वक्तव्यं संयोगान्तस्य लोपः स्कोः संयोगाद्योरन्ते च इत्यस्य बलम् अधिकं किमर्थं स्कोः संयोगाद्योरन्ते च इति अपवादसूत्रं समीचीनं तत् स्मर्तव्यं सर्वदा यद्यपि स्कोः संयोगाद्योरन्ते च पदान्ते अपि कार्यं चलिपरे अपि कार्यम् अस्ति तदापि स्कोः संयोगाद्योरन्ते च संयोगान्तस्य लोपः इत्यस्य अपवादः यदा अपवादः अस्ति चेत् तत्र सूत्रसङ्ख्या न द्रष्टव्या सूत्रसङ्ख्यायाः महत्त्वमेव नास्ति तदेव भवती चोहोकुः इत्यनयोः मध्ये अपि तादृशम् 8 to 30 8 to 36 36 असिद्धं वा इति किमपि चिन्तनं न आवश्यकं तत्र सिद्धत्वम् अस्ति एव, अपवादः किल. समीचीनं, धन्यवादः. अरुणा भगिनी अग्रिमं करोति वा? आं भगिनि, किं पठनीयं भगिनि? अवाव्रश्च योगः प्रत्ययः. अवाव्रश् योगः अत्रापि व्रश्च धातु व्रश्च व्रश्च सूत्रेण शकार आगच्छति भगिनि प्रथमं. प्रथमकार्यं किं भवति भगिनि? पदसंज्ञा कथं भवति? पदसंज्ञा हल्द्योदीर्घः सूत्रेण तकारलोपः भवति. ततः पदसंज्ञा भवति. पदसंज्ञा भवति अत्र संयोगः अस्ति. संयोगान्तस्य लोपः प्रथमं. तदनन्तरं चकारस्कोः ककार आगच्छति भगिनि. अवावृस्क् न न अवावृश्च इति अस्ति. तत्र हल्न्याभ्यो दीर्घात् इत्यनेन तकारलोपः जातः. पदसंज्ञा इदानीं भवति अवावृश्च. इदानीं संयोगः कुत्र अस्ति? कयोः वर्णयोः संयोगः? षकार चकार. सम्यक्. षकार अण्ड् चकार इत्यस्य संयोगः. तद् षकारः मूले किम् आसीत्? येन षकारः जातः? व्रश्च व्रश्च सूत्रेण तत्र प्रथमं तद् वयं प्रायः गतसप्ताहे एव दृष्टवन्तः किल. तत्र अवाव्रश्च इत्यत्र मूले सकारः आसीत्, तदेव स्तोश्चुनाश्चुः इत्यनेन षकारः जातः इति दृष्टवन्तः किल. अतः मूले सकारः, सकारः चकारः. पुनः वदतु भगिनि, मूलधातु व्रश्च व्रश्च सकारः आसीत् तालव्य क्षम्यतां दन्त्यसकारः आसीत्, तदेव तालव्य अभवत् किल. तत्र तोश्चुनाश्चुः इत्यनेन चकारस्य प्रभावेण सकारः षकारः जातः. इदानीं यदा स्कोः संयोगाद्योरन्ते च पश्यति, तोश्चुनाश्चुः इत्यस्य सूत्रसङ्ख्या तु 8440 किल, परन्तु स्कोः संयोगाद्योरन्ते च इत्यस्य दृष्ट्या तत्र सकारः एव अस्ति. किमर्थम् इत्युक्ते तत्तु पूर्वसूत्रम् अस्ति. अतः 8229 स्कोः संयोगाद्योरन्ते च तत्र सकारः पश्यति चेत् तस्य कार्यं किम् इदानीम्? सकारस्य लोपः भवति. इदानीं कस्य सूत्रस्य प्रसक्ति? चोहोकुः इति ककारः आगच्छति. वावृक् चोहोकुः इत्यस्य प्रसक्तिः अस्ति, सम्यक्. परन्तु यदा वयं व्रश्च इति धातुः स्वीकुर्मः, तद् व्रश्च व्रश्च इति सूत्रे उक्तमस्ति वा? सूत्रं वदतु, व्रश्च व्रश्च इति. तत् प्रथम धातुद्वयं वदति चेदेव अत्र व्रश्च इति अस्ति वा? अस्ति भगिनि. अतः तस्य एव प्रसक्तिः किल, प्राप्तिः अत्र. चोहोकुः इत्यस्य प्रसक्तिः तु अवश्यमस्ति, परन्तु तद् प्रबाद्य व्रश्च व्रश्च इति सूत्रस्य प्राप्तिः. किमर्थम् इत्युक्ते व्रश्च व्रश्च इति सूत्रे व्रश्च इति साक्षात् उक्तमस्ति. व्रश्च इति धातुः कार्यं भवति इति उक्तमस्ति. अतः अनेन किं भवति? षकारः आगच्छति, मूर्धन्यषकारः. सम्यक. डकार भवति भगिनि. सम्यक्. अवावृड् अवावृट् सम्यक् अवाव्रड् अवाव्रट् इत्येव भवति. अतः हल्ङ्याभ्यो दीर्घात् श्रुतिस्य प्रत्यं हल् अनन्तरं कोः संयोगाद्योरन्ते च ब्रश्च ब्रश्च इति सूत्रस्य सूत्राणां प्रसक्तिः. सम्यक् अस्तु, धन्यवादः. धन्यवादः. विजया भगिनी वदति वा लालश्च अलालश्च. नमस्कारः भगिनि. नमस्ते. अलालश्च इति सूत्रमस्ति योगः तकारः. तत्र तकारस्य हल्ग्याभ्यो दीर्घात् एतत् सूत्रेण तकारस्य लोपः भवति, अलालश्च इति भवति. प्रथमं तत्र संयोगान्तम् अस्ति इस् युज् मध्ये. तत्र तत्र जकारः अस्ति अतः जलं जशुन्ते इति सूत्रेण जकारः. स्टुः स्टुना स्टुः इति सूत्रेण जकारस्य स्थाने डकारः आगच्छति, अलालद् इति. अनन्तरं करवसानयो न न करिचे इति सूत्रेण अलालट् अलालस्ट् इति भवति वा? न, इदानीं अलालस्ट् इति उक्तवती सम्यक्. तत्र संयोगस्य किं भवति भवती उक्तवती, तत् अहं न श्रुतवती. संयोग संयोगमस्ति चेत् प्रथमं सकारस्य स्थाने स्तोः चुनु स्तोः चुना चुः इति सूत्रेण सकारस्य स्थाने दन्ते शकारः आगच्छति, अलालश्च इति भवति. अस्तु, तत्र स्कोः संयोगाद्योरन्ते च इति किमर्थं न भवति? स्कोः संयोगाद्योरन्ते च 8-29, स्तोः शुनाष्टुः 8-4-40 किल. एतत् 8-29 स्कोः एतत् एव प्रथमं कार्यं करोति. अतः तत्र पद पदसंज्ञा भवति खलु? न न प्रथमसदस्य सकारस्य लोपः. शकारस्य लोपः भवति अनन्तरं सकार अला अला किमर्थम् अत्र अला लज् इति भवति. अनन्तरं स्टोः स्टुना स्टुः इति सूत्रेण अला लड् इति भवति. अनन्तरं स्टुः इत्यस्य कथं कार्यं भगिनि? तकारः लोपः जातः. न न न, जकारस्य स्थाने चोः कुः इति सूत्रेण ककार जकारस्य स्थाने ककारः आगच्छति. ककार कवर्गस्य कवर्गस्य चवर्गस्य वर्णः जकारः चोः इति सूत्रस्य प्रसक्तिः अस्ति अत्र. अतः जकारस्य स्थाने ककारः आगच्छति चोः कुः इति सूत्रेण. अतः अला अला लक् इति भवति. अन्यत् रूपं किं भवति? करिचे इति सूत्रे न अला लग् इति अपि भवति वा भगिनि? अला लग् एतत् जलां जशन्ति केन सूत्रेण? जलां जशन्ति अला लज् इति यदा जकारः अस्ति तत्तु तृतीयवर्णः किल, चवर्गस्य तृतीयवर्णः. तस्य स्थाने आदेशः भवति चेत् कवर्गस्य तृतीयवर्णः एव आदेशः भवति किल? अलालग् प्रथमम् आगच्छति. एतदेव प्रथमं कार्यं करोति, अनन्तरमेव करिचे इति सूत्रेण अलालक् इति भवति. एतत् द्वितीयकार्यं भवति विकल्पेन. करिच कार्यमेव नास्ति किल, पदान्ते करिच इत्यस्य अवसरः न भवति. पदान्ते चर्त्वं केन सूत्रेण? वा अवसाने इति सूत्रेण वा अवसाने इत्यस्य इत्यनेन एव भवति करीचस्य न भवति सम्यक् इदानीम् अवगतं किल आम् आं सम्यक् भगिनि किञ्चित् क्लेशः धन्यवादः श्रीवल्ली भगिनी अग्रिमं करोति वा आं भगिनि संयोगादिककारस्य लोपः उदाहरणं दत्तमस्ति अतातक्षयोगः तकारः प्रथमं हन्याप्युदितस्य अपृक्तं लोपः अतातक्ष् इति भवति अनन्तरं स्कोः संयोगाद्योरन्ते च इति सूत्रेण ककारस्य लोपः भवति अतातश् अण्ड् बलि जलां जश्चि जशि नास्ति जशो अस्ति किल नास्ति अन्ते अन्तं जलाजश्वन्ते जलं जश्वन्ते इति सूत्रेण अलाल सारि अतातड् इति विकल्परूपं किम् अतातड् अण्ड् वा अवसाने इति सूत्रे इति भवति अत्र तावदेव तावदेव यत्र जलां जशोन्ते भवति तत्र तत्र वा अवसाने इत्यस्यापि प्रसक्तिः अतातड् अतातट् इति भवति समीचीनं तत्र अग्रिममपि पठति वा रेफादिसंयोगस्य लोपाभावः रेफादिसंयोगस्य लोपाभावः रात् सस्य यस्य पदस्य अन्ते संयोगः अस्ति संयोगस्य प्रथमसदस्य रेफः चेत् रेफात् परस्य सकारस्य एव लोपः भवति अन्यवर्णस्य न रात् पञ्चम्यन्तं सस्य षष्ठ्यं नपदमिदं सूत्रं संयोगान्तस्य लोपः इति सूत्रस्य पूर्णतया अनुवृत्तिः पदस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं रात् संयोगान्तस्य पदस्य सस्य लोपः तत् सूत्रं पदस्य अन्ते संयोगः अस्ति एकनिमित्तं संयोगस्य प्रथमसदस्य रेफः इति निमित्तमस्ति प्रथमवर्णः रेफः रेफात् परस्य सकारस्य एव लोपः भवति अन्यवर्णः अस्ति चेत् उदाहरणं नास्ति न सकारस्य रेफात् परस्य सकारात् लोपः अन्यवर्णः न लोपः भवति अतः कीदृश सूत्रमस्ति रात्सस्य नियमसूत्रं भगिनि नियमसूत्रं किल संयोगान्तस्य लोपः वदति पदस्य अन्ते संयोगः अस्ति चेत् तस्य लोपः भवति इति रात्सस्य वदति पदस्य अन्ते संयोगः अस्ति परन्तु संयोगस्य प्रथमसदस्यः रेपः चेत् एव रेपः अनन्तरं रेपात् परं सकारस्य एव इति यत्र यत्र प्रयुक्तमस्ति तत्र सर्वत्र प्रायः सर्वत्र नियमसूत्रं भवति तद् नियमयति तत्र रेस्ट्रिक्षन् करोति किल अतः तद् नियमसूत्रम् अन्यवर्णस्य न इत्यपि तत्र सूत्रे यदा यद्यपि तद् तादृशं न उक्तं तत्र अवगन्तुं शक्नुमः तस्य एव लोपः अन्यवर्णस्य न इति तत्र उदाहरणं करोतु भगिनि अमृज्योगः त इत्यनेन प्रथमं वृद्धिकार्यं भवति मृज् धातोः इतः वृद्धिः भवति अमृ एव मार् इति भवति अमार् योगः तकारः अन्याभ्यो दीर्घात् श्रुतिषि अकृतं लोपः तकारस्य लोपः भवति पदसंज्ञा भवति अमार्ज् अमार्ज् संयोगान्तस्य रेफः अस्ति रेफात् परः जकारः अस्ति अत्र जकारस्य लोपः न भवति भगिनि केन सूत्रेण रेफात् परस्य सकारस्य एव लोपः भवति राक्षस्य किल आम् अमार्ज् अमार्ज् यो वदतु सूत्रं पूर्णतया वदति चेत् इत्यनेन अमार्ष् अमार्ष् योगः तकारः अमार्ष् इति सकारः भवति भगिनि किं भवति शकारः नास्ति शकार अमार्ष् शकारः भवति अनन्तरं स्तोः स्टुना स्टुः नु दिस् इस् पदान्त अमार्ष् आं भगिनि अमार्ष् अनन्तरं जलां जष्यसि जलं जष्वन्ति अमार्ड् वावसाने अमार्ट् तावदेव अमार्ड् अमार्ट् यद्यपि तत्र राक्षस्य इत्यनेन किमपि कार्यं नास्ति तदापि तद् आगत्य वदति अथवा संयोगान्तस्य लोपः इत्यनेन कार्यं भवति राक्षस्य इत्यस्य कार्यं कथम् अस्ति इत्युक्ते तद् जकारलोपः राक्षस्य इति सूत्रेण बाधितं भवति तद् न बाधते चेत् संयोगान्तस्य लोपः इत्यनेन जकारलोपः अवश्यं भवति समीचीनम् अस्तु उषा भगिनी मृजेर्वृद्धिः पठित्वा अग्रिमं करोति वा भगिनि मृजेर्वृद्धिः मृज् धातोः इकः वृद्धिः भवति सागधातुके च आर्धधातुके च प्रत्यये परे अङ्गकार्यत्वात् प्रत्ययः परे अस्ति एव स च प्रत्ययः धातोः भवति इति कृत्वा सार्वधातुकः अथवा आर्धधातुकः भवेत् एव मृजेः षष्ट्यन्तं वृद्धिः प्रथमान्तं द्विपदमिदं सूत्रम् इको गुणवृद्धिः इत्यस्मात् परिभाषासूत्रात् इकः इत्यस्य षष्ट्यन्ता अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं मृजेः अङ्गस्य इकः वृद्धिः भवति मृज् धातोः वृद्धिः भवति इकः मृज् धातोः इकः वृद्धिः भवति सो मार्ज् इति भवति मृजेः अङ्गस्य इकः वृद्धिः इक् इति हियर् अत्र ऋकारः भवति तस्य स्थाने आर् इति भवति उरण्ड्रपरः आ इति भवति उरण्ड्रपरः इति स्थाने इति आर् भवति मार्ज् एव भवति अचो कूर्द् किमपि निमित्तम् अस्ति वा भगिनि तत्र मृजेर् प्रत्ययस्य परे वृद्धिः भवति इति किमपि मृजेर् वृद्धिः सार्धधातुक वा अथवा आर्धधातुके वा बोत् तत्तु 7-2 किल 115 समथिङ्ग् लैक् देट् ओके मृजेर् वृद्धि अण्ड् देन् अचोञ्जुनिति अदादिगणधातुः अस्ति मृज् इति धातुः प्रायः वयं न दृष्टवन्तः अग्रिमपाठे यदा पश्यामः तत्र आगच्छति. अतः तद् तु यदा अर्धधातुकप्रत्ययः वा भवतु सार्वधातुकप्रत्ययः वा भवतु तत्र प्रसक्तिः अस्ति एव, अयम् आदेशः इत्यस्य प्रसक्तिः. परन्तु यदा कित् ङित् ङित् प्रत्ययः अस्ति चेत् तत्र ङिति च इत्यनेन वृद्धेः निषेधः भवति. ओके, तद् पश्यामः, अग्रे आगच्छति तस्मिन् समये पश्यामः. अचोकूर्द् योगः तकारः, तकारः हल्ङ्याभ्यो दीर्घात् सुतस्य पृक्तं हल् इत्यनेन तकारलोपः भवति. अचोकूर्द् भवति, अचोकूर्द् संयोगः अस्ति, पदस्य अन्ते संयोगः अस्ति, रकारस्य परः दकारः अस्ति, रात्सस्य इति सूत्रस्य प्रसक्तिः नास्ति. अचोकूर्द् एव भवति, अचोकूर्द् दकारः. रात्सस्य इत्यस्य प्रसक्तिः नास्ति चेत् संयोगान्तस्य लोपः आगत्य कार्यं कर्तुं शक्नोति वा? दिस् इस् अपवादसूत्र भगिनि. न भगिनि, रात्सस्य इति नियमसूत्र संयोगान्तस्य लोपः, नाट् अपवाद, नियमसूत्र संयोगान्तस्य लोपः. सो देन् संयोगान्तस्य लोपः देन् प्रसक्तिः अस्ति, लुक्स् लैक् इट् केन्. सो अतः किं वक्तव्यम्? Then it seems to go back and do it. No, no, तादृशं नास्ति. तत्र किं वक्तव्यम् इत्युक्ते रात्सस्य इत्यनेन दकारलोपः बाधितः इति वक्तव्यं, तद् कार्यं नास्ति इति न वक्तव्यम्. तद् केवलं सकारः अस्ति चेत् सकारस्य लोपः एव इति एव न वदति किल, अन्यवर्णस्य न इत्यपि वदति सूत्रं. सो तस्य दकारलोपः बाधितः रात्सस्य इत्यनेन, तदेव कार्यम् अस्य. तस्य कार्यं किम् इत्युक्ते बाधनम्. ओके ओके ओके. सो अचो देन् अचोकूर्द् एव अस्ति, देन् संयोगान्तस्य लोपः न आगच्छति, न कार्यं करोति, इदानीं न आगच्छति. ओके, अचोकूर्द् देन् जलां जशोन्ते प्रसक्तिः अस्ति बट् परिवर्धनं नास्ति, अचोकूर्द् एव भवति. अचोकूर्द् देन् वाट् इस् दट् वावसाने इत्यस्य चर्त्वम् एव भवितुम् अर्हति. अचोकूर्द् द्वयोः रूपं, अचोकूर्द् अचोकूर्द्. समीचीनं, तदेव कार्यं तत्र सम्यक्. अरुणा भगिनी अग्रिमे. आं भगिनि, एकनिमिष. रेफ पूर्वः छकारः राल् लोपः, रेफात् परस्य छकारस्य वकारस्य च लोपो भवति. क्वि जलादिप्रत्ययः अनुनासिकः च परे अस्ति चेत् रात् पञ्चम्यन्तं लोपः प्रथमान्तं द्विपदमिदं सूत्रं छोः षुनासिके च इत्यस्मात् छोः इत्यस्य अनुवृत्तिः अनुनासिकस्य क्वि झलोः क्निति इत्यस्मात् अनुनासिकस्य क्वि झलोः इतनयोः अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिस्य इति सूत्रम् अङ्गस्य राच्छोः लोपः अनुनासिके क्विचलोः. अत्र सूत्रमस्ति रणाल्लोपः रेफा परस्य छकारस्य वकारस्य लोपः भवति. निमित्तं किम् अस्ति चेत् क्वि प्रत्ययः वा जलादिप्रत्ययः वा अनुनासिक वर्णः अस्ति चेत् परे चेत् रेफ चकारस्य लोपः भवति. अङ्गस्य अधिकारः अस्ति, अतः पूर्णसूत्रमस्ति अङ्गस्य रात् छोः लोपः अनुनासिके क्विजलोः इति सूत्रम्. समीचीनम्. अग्रिमम् उदाहरणं करोति वा? अजोहुर्च् योगः पदमप्रसंज्ञा भवति. अत्र पदसंज्ञा न दत्ता भगिनि, पदसंज्ञा अस्ति वा? तकारलोपः तत्र प्रथमं रा लोपः करोतु भगिनि. जलि जलादि प्रत्यये अनुनासिके च परे किल जलादि प्रत्यये तकार अस्ति, तकार अन्ते अस्ति, सः चकार लोपः भवति अजोः इति अजोहुर् योगः त. इदानीम् उपधायां कः वर्णः अस्ति? ओके, पुगन्तलघुपदस्य सूत्रेण सम्यक् उकारस्थाने ओकार आगच्छति. अजोहोर् योगः त प्रत्ययः. इदानीम् अस्माकं सूत्रेण तकारलोपः भवति अजोहोर् करवसर्जनीयः अजोहोः भवति भगिनि. सम्यक्, तावदेव कार्यं. रालोपः प्रथमं 6421 अङ्गकार्यमस्ति, अतः तस्य कार्यं प्रथमम्, अनन्तरं पुगन्तलघुपदस्य गुणकार्यम्, अनन्तरं हल्न्याभ्यो दीर्घात् इत्यनेन पदसंज्ञा, अनन्तरं यदा सङ्गं करवसानि वसर्जनीयः. सम्यक्, तावदेव. अस्तु, विजया भगिनी अग्रिमं करोति वा? रेपपूर्ववकारः अस्ति चेत् किं भवति इति. अतो तुर्व योगः थ. आम् भगिनि, समानकार्यं यदा अहम् उक्तवती इदानीं समानप्रक्रिया. अतो तुर्वि इति अस्ति, तत्र हल्ग्याभ्यो इति सूत्रेण तकारस्य लोपः भवति. प्रथमं राल्लोपः. राल्लोपः इति सूत्रं मम समीपे प्रिण्ट् औट् नास्ति भगिनि, इदानीमेव सङ्गणके पश्यति वा? अहं सङ्गणके एव पश्यामि. तत्र यदा अतोर्तुर्व् इति पश्यति तस्मात् किञ्चित् पूर्वमेव, यदा भगिनी अरुणा भगिनी इदानीम् अजोहुर्च् इति कृतवती किल, तस्मात् पूर्वमेव सूत्रमस्ति. रेपात् परस्य चकारवकारस्य च लोपो भवति क्वि जलादिप्रत्यये अनुनासिके च परे अस्ति चेत्. अतः तकारः जल् प्रत्ययः किल, जलादिः किल, अतः अतो तुर्व् प्रथमम् अस्ति. जलां जशन्तु इति सूत्रेण न राल्लोपः एव प्रथमं, राल्लोपः 6-4. 6-4 किं कार्यं करोति इति? तद् वकारस्य लोपः भवति, रेपात् परस्य वकारस्य लोपः. अतः इदानीं रेपात् परः वकारः अस्ति किल, अतो तुर्व्, तद् वकारस्य लोपः. लोपः भवति चेत् किं भवति? रालोपः इति सूत्रेण वकारस्य लोपः भवति, अनन्तरम् अतो अतो तुर् इति भवति खलु. सम्यक्. इदानीम् उपादायां कः वर्णः? उकार अस्ति, अतः तत्र पुगन्तलघुपदस्य इति सूत्रेण गुणकार्यं भवति, अतोतोर् इति भवति. अतोतोर् योगः त प्रत्ययः. इदानीं हल्न्याभ्यो करोतु. इदानीं हल्न्याभ्यो दीर्घात् अपृक्तम् इति सूत्रेण तकारस्य लोपः भवति, अनन्तरम् अतोतोर् एव तिष्ठति इदानीम्, अनन्तरं अवसाने रेपः अस्ति चेत् कस्य सूत्रस्य प्रसक्तिः? पदान्ते इति सूत्रेण रेपस्य स्थाने न तर् रेपस्य स्थाने विसर्गः भवति कर अवसानयोर्विसर्जनीयम् इति सूत्रेण अतो तोः इति भवति अन्तिमरूपं तावदेव तावदेव तावदेव किमपि अन्यत् तावदेव अतो तोः इति. धन्यवादः. अस्तु श्रीवल्ली भगिनी अग्रे पठति वा? आं भगिनि. रेफवकारयोः एकनिमिषं, किमर्थं तद् रेफवकारयोः परयोः इकः दीर्घः इति तत्र त्रीणि सूत्राणि दत्तानि, किमर्थम् इत्युक्ते अतोतुर्व वा अजोहुर्च् इति स्वीकुर्मः चेत् तत्र इक इक् वर्णः अस्ति, तत्र किं भवति पदान्ते अस्ति वा अपदान्ते अस्ति वा इति सूत्रत्रयस्य चिन्तनं. अतः भवती पठतु भगिनि प्रथमं रेफवकारयोः. रेफवकारयोः परयोः इकः दीर्घः. प्रथमं पदान्ते, पदान्ते इर्व्योरुपदाय दीर्घः इकः. पदान्ते रेफान्तस्य वकारान्तस्य च धातोः उपदायाः इकः दीर्घादेशः भवति. रेफ च वकारः इर्वो इतरेतरद्वन्द्वः तयोः इर्वोः इर्वोः षष्ट्यन्तम् उपदायाः षष्ट्यन्तम् दीर्घाः प्रथमान्तम् इकः षष्ट्यन्तम् अनेकपदमिदं सूत्रम्. सिपि धातोरुर्व इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः. स्कोः संयोगाद्यन्ते संयोगाद्योरन्ते च इत्यस्मात् अन्ते इत्यस्य अनुवृत्तिः. पदस्य इत्यस्य अधिकारः. अनुवृत्तिसहितसूत्रम् इर्वोः धातोः उपधायाः दीर्घः इकः पदस्य अन्ते. सूत्रेण पदान्ते धातोः धातोः पदान्ते रेफान्तस्य वकारान्तस्य च धातोः उपधायाः इकः दीर्घादेशः भवति. समीचीनम्. अतः पदान्ते इति पदस्य इति अधिकारः अस्ति. इदानीं भवती एव वदतु अतोतुर्वियोगः तकारः, तत्रापि रेफान्तः वकारान्तधातुः अस्ति, रेपः पूर्वम् अस्ति, तत्र सूत्रस्य प्रसक्तिः अस्ति वा? उपादायः एकः भगिनि, उपादाय ओ ओ इति वर्णः नास्ति. अतोतुर्व अतो पदान्तरेफान्तस्य वकारान्तस्य च धातोः. आं भगिनि, तोतुर्व वकारान्तधातुः, वकारान्तधातुः परन्तु उपदा इति रेफा अस्ति. सम्यक् इति प्रसक्तिः अस्ति परन्तु निमित्तं नास्ति. दट् रेफा अस्ति उपदा इति उपदाय एकः दीर्घादेशः भवति इति न भवति. किल 8 to 76 रोरुपदायाः दीर्घः पूर्वं दृष्टवन्तः वा न? किल न भगिनि. रेफान्तस्य वकारान्तस्य धातोः पदस्य उपधाभूतस्य इक् वर्णस्य दीर्घादेशः भवति इति तद् गृ एव वयम् अग्रे अपि पश्यामः. तत्र अन्ते रेपः वकारः वा अस्ति, अत्र अन्ते वकारः अस्ति, यस्य धातुसंज्ञा अपि अस्ति, धातुसंज्ञा अस्ति एव. तादृशपदस्य उपधायां विद्यमानस्य ई ऊ लु वर्णस्य दीर्घादेशः भवति. अस्माकं कृते उपधायां रेपः अस्ति, अतः अस्य सूत्रस्य सूत्रस्य सम्यक्. समीचीनं किल. रोरुपदाया दीर्घः इकः, तस्मिन्नेव विषये अग्रे अपि आगच्छति. अतः प्रथमसूत्रस्य प्रसक्तिः अत्र नास्ति, अजोतुर् इत्यस्य विषये नास्ति. अजोहुर्च् इत्यत्र अजोहुर्च् तत्र पदान्तरेफः पदान्तचकारः अस्ति. समीचीनम्. अत्रापि अस्य प्रसक्तिः नास्ति. समीचीनम्. अस्तु, उषा भगिनी अपदान्ते पठति वा, तदपि परिशीलयामः. आं भगिनि, अपदान्ते हली च रेफान्तानां वकारान्तानां च रेफान्तानां वकारान्तानां च धातूनाम् उपदायां स्थितः इक् वर्णः दीर्घः भवति हली परे. हली सप्तमीयन्तं च अव्ययपदं द्विपदमिदं सूत्रं. सिपि धातोरुर्वा इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः. रुवोर् उपदाया दीर्घ इकः इत्यस्य पूर्णतया अनुवृत्तिः. येन विधिस्तदन्तस्य इत्यस्य साहाय्ये येन विधि तदन्तस्य इत्यस्य साहाय्येन तदन्तविधिः. अतः रुवोः इत्यनेन येषां धातूनाम् अन्ते रुवोः इत्यनेन येषां धातूनाम् अन्ते रेपः वकारस्य वकारश्च तेषामपि ग्रहणम्. अनुवृत्तिसहितसूत्रं हली च रुवोः धातोः उपदायाः इकः दीर्घः. हली परे ओके. रेफान्तानां वकारान्तानां च धातु भगिनि 8276 8277 बोत् आफ् दम् शुड् बि पदान्ते, बट् देन् दिस् इस् अप् पदान्ते बिकास् हली इस् देर् तदा. आम् सत्यं, तदागच्छति किमर्थम् इति. पदस्य अधिकारः तु अस्ति, पूर्वत्र सिद्धम् इति अधिकारः अपि अस्ति. अग्रिमसूत्रं साक्षात् अग्रिमसूत्रं तत्रापि रेपवकारान्तधातुः, अत्रापि रेपवकारान्तधातुः. उपधाभूतस्य एकवर्णस्य तत्रापि उपधाभूत एकवर्णस्य, अत्र हल् वर्णे परे तत्र किमपि अल् वर्णे परे दीर्घादेशः भवति. रुवोः धातोः रकारवकारान्तानां च धातूनाम् उपदायां स्थितः एकः. ओके, सो नौ इन् दिस् अतोतुर्वयोगः तकारः. अतोतुर्वयोगः तकारः इति चेत् तकारः हलि अस्ति, देन् रकार वकारयोः रेफान्तानां वकारान्तानां च धातूनां बोत् रेप् वकारान्तानां धातूनाम् ओके एण्ड् इर्वोः ओके रेफा अपि अस्ति. रुवोः धातोः उपदाय दीर्घैकः, सो देन् द उपदाय इस् आल्सो इकः अपि अस्ति. उपदायां कः उपदायां कः वर्णः अस्ति? उपदायां रकारः अस्ति, रेपः किल, रेपः अस्ति. इक् वर्णः नास्ति, इक् वर्णः नास्ति. ओके, सो हली च अत्र दिन् हली च सूत्रस्य प्रसक्तिः नास्ति भगिनि. नास्ति, अत्रापि नास्ति. ओके, यदा अचो अजोहुर्च् इति स्वीकुर्मः तत्रापि नास्ति किल? तत्रापि नास्ति. तकारः हली चकारः ये चकारः अस्ति अन्ते, रकारः उपदायः अस्ति, इकः नास्ति. सम्यक्, अग्रिमम् अग्रे अपि पठतु इदं सूत्रम्. इदं सूत्रं पदस्य इत्यस्य अधिकारे अस्ति, तर्हि पदान्ते एव भवति वा? हली च इत्यस्य सामर्थ्येन अपदान्ते इति भवति. ओके, जलोजलि अपि तथा. ओके ओके, ओ या जलोजलि जलि दट्स् वेर् द इट् कम्स् थ्रू औट्. ओके, जलोजलि इति तथा. ओके, यदा कदापि अग्रे निमित्तम् अस्ति तदा बलात् अपदान्ते इति भवति. ओके, यत्र सप्तमीयन्तं निमित्तम् अस्ति तत्र पदस्य इति न गच्छति, यद्यपि तस्य अधिकारे स्यात्. ओके, हली च इति सूत्रं पदस्य अधिकारे अस्ति, बट् पदान्ते नास्ति अपदान्ते अस्ति हली इत्यस्मात् कारणात्. जलोजलि अपि तथा. या जलोजलि देन् जलि इति पूर्व अनुवृत्तिसहित जलि गोस् आल् ओवर्. ओके, डोण्ट् नो टु से इट्. न नास्ति चिन्ता, तत्र पदाधिकारे तु अस्ति एव अवश्यं, परन्तु सूत्रे उक्तम् अतः अपदान्तविधिः अत्र भवति इति स्मर्तव्यं तावदेव. अपदान्त इति अवगन्तव्यं, यदा जलि इति अस्ति चेत् अपदान्ते एव भवति किल, अतः तावदेव तत्र. रोः धातोः इति यदा पूर्वस्मिन् सूत्रे अपि अत्रापि अनुवृत्तिसूपे क्षम्यता अनुवृत्तिरूपेण आगच्छति, तत् रोः इति विशेषणं धातोः इत्यस्य, रोः धातोः. प्रथमं तु पदान्ते रोः धातोः उपधा दीर्घः, उपधायाः इकः दीर्घः. द्वितीयम् अपदान्ते हलि रोः धातोः उपधायाः इकः दीर्घः. इतोपि एकं सूत्रमस्ति तदपि पश्यामः. अरुणा भगिनी पठति वा उपधायाञ्च? आं भगिनि, श्रूयते वा? आम् आम्. अपदान्ते उपधायां च इति सूत्रम्, येषां धातूनाम् उपधायां रेफवकारौ हल्परौ ताभ्यां प्राक् वर्तमानस्य इकः दीर्घादेशो भवति. हलन्तधातूनाम् उपधायां रेफः वा वकारः वा अस्ति चेत् तयोः वर्णयोः पूर्वम् इकः दीर्घः भवति. उपधायां सत्यम् अन्तं च अव्ययं द्विपदमिदं सूत्रं. सिपि धातो रुर्वा इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः, ओरुपधाया दीर्घः इकः इत्यस्मात् ओः इकः दीर्घः येषाम् अनुवृत्तिः, हलि च इत्यस्मात् हलि इत्यस्य अनुवृत्तिः. अनुवृत्तिसहितसूत्रं धातोः हलि ओः उपधायां च उपधायाम् इकः दीर्घः. सूत्रं वदति उपधायां च इति धातूनां येषां धातूनाम् उपधायां रेफा वकारः अस्ति हल्परः अस्ति चेत् ताभ्यां प्राक् इक्वर्णस्य उपधायाम् इक्वर्णस्य दीर्घः भवति. अपदान्ते इति अत्रापि वदति. समीचीनम्. अन्तिमवर्णः हल्, उपधावर्णः रेपः वा वकारः वा, तस्मात् रेपवकारात् पूर्वं यदा इक् वर्णः अस्ति चेत् तस्य अस्य सूत्रस्य प्रसक्तिः. अतः अतोतुर्व् इत्यत्र अस्य प्रसक्तिः अस्ति वा? रेपान् अन्तिमवर्णः हल् अस्ति वा? अतोतुर्व् अन्तिमवर्णः वकारः अस्ति, वकारः हल् एव. उपधायां रेफा अस्ति न तु इक् वर्णः. आं भगिनि. आम् आं सत्यं, परन्तु उपधावर्णः रेपः वा वकारः वा अस्ति इत्येव निमित्तं किल, द्वितीयनिमित्तं. अतः इदानीम् उपधायां कः वर्णः अस्ति? रेफा अस्ति भगिनि. सत्यं किल, अतः निमित्तद्वयमपि पूरितं. तृतीयं रेफात् पूर्वम् इक् वर्णः अस्ति वा? न भगिनि. अतो तुर्व् इत्यत्र रेफात् पूर्वं कः वर्णः? रेफात् पूर्वम् इक् वर्णः अस्ति. अतः अस्य सूत्रस्य उकारः इति अस्ति एव, उकारः इक् वर्णः किल, उकारः. अजोहुर्च् इत्यत्रापि तादृशमेव, चकारः हल् वर्णः, हल् वर्णात् पूर्वं रेपः, रेपात् पूर्वम् इक् वर्णः, तत्रापि उपधायां च इत्यस्य प्रसक्तिः अस्ति एव किल. उपधायां च इति सूत्रसङ्ख्या वदतु भगिनि. 78. तद् प्रबाद्य कस्य कार्यं भवति अत्र? सूत्रस्य प्रसक्तिः तु अस्ति, परन्तु वयं कार्यं न कृतवन्तः. यदा वयं अजोहुर्च् वा अतो तुर्व कृतवन्तः, तत्र तु वयम् उपदायां च इत्यस्य कार्यमेव न कृतवन्तः. कस्य प्रसक्तिः आसीत् प्रथमं? रल्लोपः एव कार्यं. सम्यक्. रालोपः सूत्रसङ्ख्या 6421. अतः त्रिपादिसूत्रमस्ति उपदायां च, राल्लोपः इति सपादसप्ताध्याय्याम् अस्ति 6421. अतः कस्य बलम् अधिकं भगिनि? पूर्वसूत्रस्य बलम् अधिकमस्ति. अतः कस्य प्रवृत्तिः इदानीम्? अतः एव उपदायाञ्च इत्यस्य तु प्रसक्तिः अस्ति, सर्वाणि निमित्तानि पूरितानि, तथापि तस्य कार्यं राल्लोपः इत्यनेन बाधितं. राल्लोपः इत्यस्य एव तस्य अस्य कार्यमेव भवति अत्र. स्पष्टं वा तद्? आम् वदतु भगिनि. रालोपः इति कार्यम् अस्ति चेत् तत्र अतो तुर्व इति किं भवति अत्र? रालोपः इत्यस्य कार्यम् अस्ति चेत् वकारलोपः भूत्वा अतो तुर् इति भवति, अनन्तरं अतोः इति भवति. हली च इत्यस्य प्रसक्तिः एव नास्ति. रोरुपदायाः दीर्घः इत्यस्य अपि प्रसक्तिः एव नास्ति. उपदायां च इत्यस्य प्रसक्तिः अवश्यम् अस्ति, परन्तु तत्तु त्रिपादिसूत्रमस्ति, अतः तद् तस्य असिद्धत्वम् अस्ति. राल्लोपः इत्यस्य एव कार्यं भवति पूर्वसूत्रं, पूर्वत्र सिद्धम् इत्यनेन. धन्यवादः. अवगतं वा भगिनि? सम्यक् अस्ति वा? आं भगिनि. अत्र अस्य एव चिन्तनं, रोरुपदायाः दीर्घः इत्यस्य एव चिन्तनेन तत्र सुप्रत्ययः स्वीकृत्य तत्र प्रदर्शितमस्ति, तदपि पठामः. विजया भगिनी पठति वा सुप्रत्ययाः? सुप् प्रत्ययः सङ्ख्यया एकविंशतिः ते चे एते सु औजस् अम् औटुषस् ताभ्याम्ब्यस् ङेभ्याम्ब्यस् ञसिभ्याम्ब्यस् ञस् ओस् आम् नि ओस् सुप्. एतत् अनुबन्धलोपानन्तरं सु औज् इस् औजस् अम् औस् अम् औ अस् आभ्याम्ब्यस् एभ्याम्ब्यस् अस् व्याम्ब्यस् अस् ओस् आम् इ ओस्तु सु. एतत् लोपानन्तरं निष्पन्नरूपमस्ति. अत्र प्रथमबिन्दुः अस्ति गृ इति धातुः. गृ निगरणे तु धातौ गिरति इति भवति. पठामि वा भगिनि? आम् आम् अवश्यम्. अत्र गृ तत्र गृयोगः पिप् प्रत्ययं योजनेन पिबन्ता विजन्ता धातुत्वं न जहति इति परिभाषया क्विप् प्रत्ययः संयुज्यते चेदपि धातोः धातुसंज्ञा तिष्ठति एव. क्विप् प्रत्ययस्य सर्व अपहारलोपः लशकतीते ककार लोपः भवति, अनन्तरं हलन्त्यं तस्य लोपः इति हलन्त्यं पकारस्य इति संज्ञा भवति, तस्य लोपः इति सूत्रेण तत्र वि एव तिष्ठति. गृ योगः वि इति अस्ति. अत्र इकारः एव इकारः अत्र उच्चारणार्थमेव, अतः तत्र गृ योगः युव्. अपृक्त एककाल् प्रत्ययः एतत्. अतः इत्यनेन तस्य अपृक्तसंज्ञा वेरपृक्तस्य इत्यनेन अपृक्तसंज्ञकः वकारस्य अपि लोपः भवति, अतः तत्र गृ एव धातुः एव अत्र तिष्ठति. अपि प्रातिपदिकम् अपि कृत् तदितसमासस्य इति सूत्रेण ऋत इदातोः ऋत इदातोः गी उरन्ध्रपरः घी इति धातुरूपी प्रातिपदिकं भवति अन्तिमरूपे. एतत् सर्वं लोपानन्तरं सम्यक् तत्र एकमेव नूतनमस्ति नूतनमस्ति क्विबन्ता विजन्ता धातुत्वं न जहाति. जहाति इत्युक्ते त्यजति. क्विप् इति प्रत्ययः, विच् इति अपि प्रत्ययः एव. विच् अन्ते यस्य सः विजन्तः इति, तादृशमेव क्विप् अन्ते यस्य सः क्विबन्तः इति प्रत्ययद्वयं क्विप् विच् इति. धातुत्वं न जहति इत्युक्ते तत्र धातुसंज्ञा यदा वयं क्विप् वा विच् इति प्रत्ययः योजयामः तस्य सर्वापहारलोपः भवति. यदा सर्वापहारलोपः भवति चेदपि तत्र धातुसंज्ञा तिष्ठति एव इत्येव वदति. अनया परिभाषया तदेव वयं जानीमः. तत्र क्विप् प्रत्ययः संयोज्यते चेदपि धातुसंज्ञा तिष्ठति. तादृशमेव विच् इति अन्यप्रत्ययः, तत्रापि तादृशमेव भवति. क्विप् इति कृत् प्रत्ययः, तस्य कार्यम् अग्रे आगच्छति. अतः एव कृत्तदितसमासाश्च इति सूत्रेण तत्र प्रातिपदिकसंज्ञा भवति कृत्तदित. तत्र सूत्रं दत्तमस्ति वा अग्रे? अत्र भवती एव पठति वा कृत्तदितसमासाश्च कृदन्ताः सूत्रं भगिनि? आम् आम् एकं यदा अग्रे सुबन्तेषु हल् सन्धि अभ्यासः इति तत् कृदन्ताः तद्धितान्ताः समासाः च अपि प्रातिपदिकसंज्ञकाः. कृच्च तद्धितश्च समासश्च कृत्तद्धितसमासाः इतरेतरवन्तः. कृत्तद्धितसमासाः प्रथमान्तं च अव्ययपदं द्विपदमिदं सूत्रम् अर्थवत् अधातुः अप्रत्ययः प्रातिपदिकम् इत्यस्मात् अर्थवत् प्रातिपदिकम् इत्यनयोः अनुवृत्तिः. अनुवृत्तिसहितसूत्रम् अर्थवन्तः कृत्तद्धितसमासाः च प्रातिपदिकानि. संज्ञासूत्रं भगिनि कृदन्ताः तद्धितान्तः समासाः चापि प्रातिपदिकसंज्ञकाः भवति. सम्यक्. तत्तु प्रथमम् अर्थवत् अधातु अप्रत्ययं तद् पठितव्यं. तस्मात् अनन्तरं यत्किमपि तत्र नास्ति तत्सर्वं कृत्तदितसमासाश्च अनेन प्रातिपदिकसंज्ञा स्वीकरोति. अर्थवत् अधातु प्रत्ययप्रातिपदिकम् इति अपि पठतु भगिनी अनन्तरं. अर्थवत् अधातुः अप्रत्ययः प्रातिपदिकम् अर्थवत् शब्दस्वरूपं यत् धातुः प्रत्ययः प्रत्ययान्तं च नास्ति तस्य प्रातिपदिकसंज्ञा भवति. अर्थः अस्य अस्ति इति अर्थवत् मतु प्रत्ययः न धातुः अधातुः न प्रत्ययः अप्रत्ययः ञ तत्पुरुषः अर्थवत् प्रथमान्तम् अधातुः प्रथमान्तम् अप्रत्ययः प्रथमान्तं प्रातिपदिकं प्रथमान्तम् अनेकपदमिदं सूत्रं. सूत्रं स्वयं पूर्णं अर्थवत् अधातुः अप्रत्ययः प्रातिपदिकम्. आं भगिनि एतत् सूत्रं वदति केवलम् अर्थवत् मतुपत्तं मतुप्रत्ययः इति बत् इति मतुप् अस्ति. अतः अर्थवत् यस्य अर्थः अस्ति सः अर्थवत् अर्थवत् अधातुः धातुः नास्ति अप्रत्ययः प्रत्ययः नास्ति इति प्रातिपदिकं संज्ञा भवति. तावदेव. तत्र यः अत्र यदा अष्टाध्यायी डाट् काम् मध्ये दत्तमस्ति अर्थवान् यः अर्थवान् शब्दः धातुसंज्ञकः प्रत्ययसंज्ञकः प्रत्ययान्तः च नास्ति परन्तु अर्थवान् अस्ति सः प्रातिपदिकम् इति संज्ञा प्राप्नोति. प्रातिपदिकम् इत्यपि पारिभाषिक व्याकरणशब्दः अस्ति तस्य किमपि अर्थं नास्ति. अस्तु, अर्थवान् शब्दः इत्युक्ते यः शब्दः भाषायां कश्चित् अर्थं गृह्णाति, परन्तु धातुसंज्ञकः प्रत्ययसंज्ञकः प्रत्ययान्तः वा नास्ति तस्य अनेन सूत्रेण प्रातिपदिकसंज्ञा विधीयते। अस्तु, तत्र एकम् उदाहरणमपि दत्तमस्ति, हू हू इति कस्यचन गन्धर्वस्य नाम, हू हू इति अस्ति, अयं शब्दः धातुसंज्ञा नास्ति, प्रत्ययः तु नास्ति, प्रत्ययान्तः अपि नास्ति, अस्य शब्दस्य विशिष्ट अर्थः वर्तते। अर्थः कः इत्युक्ते कश्चन गन्धर्वस्य नाम इति, अतः प्रकृतसूत्रेण प्रातिपदिकसंज्ञा भवति। अवगतं वा? अत्र प्रयोजनमस्ति, प्रातिपदिकसंज्ञायाः प्रयोजनम् इति अपि दत्तमस्ति, तत्तु अवश्यमस्ति, प्रातिपदिकसंज्ञा अस्ति चेदेव कार्याणि प्रवर्तते। यदा वयं सुबन्तप्रकरणं प्रविशामः तत्र प्रातिपदिकसंज्ञा अस्ति चेदेव कार्यं भवति, अतः अनेन कार्याणि भवन्ति इति। बहु किमपि दत्तमस्ति, वयं यदा अग्रे समयः लभ्यते चेत् पठामः। गन्धर्वस्य नाम हुहु इति गन्धर्वस्य मर्कटः एव अगस्त्यस्य शापेन भवति, अनन्तरम् इन्द्रतुम्नः इति राजः एव गजः इव भवति। एतदेव नारायणी मध्ये आगच्छति खलु भगिनि, इन्द्रस्य देवलः एकः अतः तस्य प्रातिपदिकसंज्ञा अस्ति। अस्तु, अग्रे पठामः। अतः इदानीं सूत्रद्वयं, नूतनसूत्रद्वयम्, अर्थवद् अधातु प्रत्ययः प्रातिपदिकम् इति सामान्यसूत्रं, तत् अनेन प्रातिपदिकसंज्ञा भवति, अर्थवान् शब्दः भवतु, धातुः नास्ति, प्रत्ययः नास्ति, प्रत्ययान्तः अपि नास्ति चेत् तस्य प्रातिपदिकम् इति संज्ञा। द्वितीयमस्ति कृत्तदितसमासाश्च, तत्र कृदन्ताः तद्दितान्ताः समासाः अपि प्रातिपदिकसंज्ञकाः भवन्ति इति वदति। तत्र संज्ञासूत्रद्वयम् इदानीं पूर्वं प्रति गच्छामः पुनः, अतः यदा भगिनी पठितवती तत्र ऊहु इति हू एव वा, हू हू एव वा, हू हू हू हू प्रातिपदिकमपि एतदेव, अनन्तरं प्रथमविभक्ति एकवचनमेव एतदेव वा? आम् आम्, तदेव भवति, वधू शब्दवत् प्रायः वधू शब्दवत् भवति, ऊकारान्तः किल, ऊकारान्तशब्दवत् भवति। अतः इदानीं गिर् इति धातुरूपी प्रातिपदिकं, धातुरूपः तु अस्ति एव, क्विबन्त विजन्त धातुत्वं न जहाति, अनेन इदानीं धातुसंज्ञा अपि अस्ति, प्रातिपदिकसंज्ञा अपि अस्ति, गिर् इति आगच्छति। अनन्तरम् उषाभगिनी, अनन्तरं गिर् योगः सु गिर् योगः सु गिर् योगः सकारः हल्ङ्याभ्यो दीर्घाच्युतिस्य पृक्तं हल् इति सूत्रेण गिर् भवति, सकारलोपः भवति। गिर् प्रत्ययलोपे प्रत्ययलक्षणम् इत्यस्मात् सुप्तिङ्गन्तं पदम् इत्यनेन पदसंज्ञा भवति, सकारलोपः भवति बट् प्रत्ययलोपे प्रत्ययलक्षणम् इत्यस्मात् पदसंज्ञा भवति। गिर् इति पदम् अस्ति, गिर् इति धातुः अपि प्रातिपदिकम् अपि पदम् अपि। रुवोर उपादाय दीर्घः इकः, रुवोर उपादाय दीर्घः इकः इति सूत्रेण गिर् इति गीर् गीर् भवति, रकारः दीर्घः इकः, ओके इकारः दीर्घः, ओके गीर् भवति। करवसानयो विसर्जनीयः इति सूत्रेण गीः इति प्रथमाविभक्तौ एकवचने अस्ति, ओके। गिर्योगः सु प्रथमाविभक्तौ एकवचनं गिर्योगः सु सकारलोपः भवति हल्ङ्याभ्यो दीर्घाचुतुस्य पृक्तं हल् इत्यनेन सुप्तिङन्तं पदं प्रत्ययलोपे प्रत्ययलक्षणम् इत्यस्मात् सकारलोपानन्तरं पदम् अपि पदं लक्षणमपि जायते. गिर् इति धातुः प्रातिपदिकम् अपि च पदं च अपि अस्ति. रुवोरुपदाय दीर्घ इकः इत्यनेन रकार वकार अन्तधातुः उपदाय ईक्वर्णः दीर्घः अस्ति. गिर् इति ऋकारान्तधातुः तस्मात् इकार इति उपदा अस्ति. इकार दीर्घः भवति, गीर् इति भवति. गीर् इति करवसानयो विसर्जनीयः इति सूत्रेण गीः इति भवति. रकारस्य स्थाने मूलधातुः स्वीकुर्मः गृ इति, तत्र रोरुपदाया दीर्घः इकः इत्यस्य प्रसक्तिः अस्ति वा? रुवोर् इपदायाः दीर्घः इकः पदान्ते एव भवति किल गृ भगिनी भट्ट. गृ इति ऋतयुद्धातोः वि हेव् टु डू रैट् भगिनि. ऋतयुद्धातोः मम मम प्रश्नः भिन्नः. रोरुपदाय दीर्घः इकः इत्यस्य सूत्रस्य प्रवर्तनार्थं संज्ञा धातु संज्ञाः के नास्ति, काः आवश्यकाः स्त्रीलिङ्गं किल? आं भगिनि, तत्र गृ इति स्वीकुर्मः. गृ योगः गृ इति मूलधातुः, तत्र रोरुपदायः दीर्घः इकः इत्यस्य प्रवृत्तिः भवति वा? नास्ति भगिनि. रुवोरुपदाय दीर्घ इकः ऋकारान्तम् अथवा वकारान्तधातुः रेफान्तम् अथवा वकारान्तम् बोत् नास्ति. प्रसक्तिः नास्ति इत्यत्र, प्रसक्तिः नास्ति. किमर्थम् इति वदामि, तत्र यदा वयम् अतोतुर्व इति कृतवन्तः, तत्र वयम् उक्तवन्तः अतोतुर्व योगः तप्रत्ययः किल, तत्तु वकारान्तधातुः आसीत्. रोरुपदाया दीर्घः इकः इत्यस्य प्रसक्तिः तत्र नास्ति इति उक्तवन्तः, पदान्तकार्यम् एव किल. तत्र अतोतुर्व योगः त हल्ङ्याभ्यो इति कुर्मः अतोतुर्व इति आगच्छति. इदानीं तत्र प्रसक्तिः अस्ति वा? रोरुपदाया दीर्घः अतोतुर्व पदम् अस्ति, अतोतुर्व वकारान्तम् अस्ति, बट् रकारः उपदा अस्ति, दीर्घ इकः नास्ति. सो रुवोरुपदाय दीर्घ इकः सूत्रस्य प्रसक्तिः नास्ति. बट् गिर् इति जातं चेत् देन् रुवोरुपदाय दीर्घैकः सूत्रस्य प्रसक्तिः अस्ति. गिर् पदमपि अस्ति, धातुः अस्ति, सर्वं सर्वाणि निमित्तानि पूरितानि, अतः एव तस्य प्रसक्तिः किल. आं भगिनि, अतः इदानीं गीः इति आगतं प्रथमाविभक्तौ एकवचने गीः इति आगतम्. स्पीच् भगिनि गिर् गीः वाक् वाच् आम् तदेव. अरुणा भगिनी अग्रे पठति वा? तथैव आं भगिनि. गीः पर्यन्तं भगिनी पठितवती. सु स्वादि स्वादिषु असर्वनामस्थाने इत्यनेन एषु स्थलेषु पूर्वभागस्य पदसंज्ञा भवति, पदसंज्ञा. तत्र सूत्रं न दत्तं वा? आम् स्वादिषु असर्वनामस्थाने इति सूत्रम् अधोभागे अस्ति भगिनि, तद् पठति वा? तद् पठामः चेदेव अवगन्तुं शक्नुमः. यदा तत्र श्रीवल्ली भगिनी पठितवती किल सुबन्तेषु हल्सन्धि अभ्यासः इति, तत्र स्वादिषु असर्वनामस्थाने इति सूत्रमस्ति. अन्ते अन्ते करपत्रस्य भगिनि बहु अन्ते नास्ति, किञ्चित् पूर्वं इत्यस्मात् पूर्वम्. आम् प्राप्तं वा अरुणा भगिनि? न भगिनि, न करपत्रस्य अन्तम् अन्ते गतवती वा? करवचानयो विसर्जनीयः, अल्लोपो नः, न लोपः प्रातिपदिकान्तस्य, सर्वनाम स्थाने चकं बुद्धौ, आकडारादैकारम् अस्ति, आदिषु स्वादिषु सर्वनामस्थाने, सर्वनामस्थाने प्रत्ययान् अतिरिच्य सुप्रत्ययात् आरभ्य खप्रत्ययपर्यन्तम् एषु कश्चन पदे अस्ति चेत् पूर्वतनशब्दस्वरूपस्य पदसंज्ञा भवति. इयं पदसंज्ञा केवलं व्याकरणक्षेत्रे न तु लोके. सौजसमौट् इत्यस्मात् आरभ्य उरःप्रभृतिभ्यः खप् पर्यन्तम् इमे सर्वे प्रत्ययाः स्वादयः इत्युच्यन्ते. न सर्वनामस्थानम् असर्वनामस्थानं नै तत्पुरुषः. तस्मिन् असर्वनामस्थाने स्वादिषु सप्तम्यन्तम्, असर्वनामस्थाने सप्तम्यन्तं, द्विपदमिदं सूत्रं सुप्तिङ्गन्तं पदम् इत्यस्मात् पदम् इत्यस्य अनुवृत्तिः. अनुवृत्तिसहितसूत्रं स्वादिषु असर्वनामस्थाने पदम् सूत्रं सर्वनामस्थानसैनकप्रत्ययान् अहं जानामि सु औजस् औष् ते अपि सर्वनामस्थाने पुंलिङ्ग स्त्रीलिङ्गेषु प्रत्ययान् अतिरिच्य सुप्रत्ययात् आरभ्य खप्रत्ययपर्यन्तम् एषु कश्चन पदे अस्ति चेत् पूर्वतनशब्दस्वरूपस्य पदसंज्ञा भवति. अनेन किं भवति, किं संज्ञा विधीयते? पदसंज्ञा अस्ति चेत् अत्र संहितायां सन्धिकार्याणि पदसंज्ञा अस्ति चेत् वयं पठितवन्तः सूत्राणि वोरुपदा दीर्घायिकः हलिच उपदायां च त्रीणि सूत्राणि के एतत् प्रसक्ति अस्ति इति वयं जानीमः. समीचीनम्. इदानीं पर्यन्तं वयं सुप्तिङन्तं पदम् इत्यनेन एव पदसंज्ञा दृष्टवन्तः. इदानीम् अनेन सूत्रेण स्वादिषु असर्वनामस्थाने इति सूत्रेण पदसंज्ञा विधीयते इति अपि पश्यामः. एतदपि संज्ञासूत्रमेव. अतः तत्र यदा चतुर्थाध्यायस्य प्रथमपादे सूत्रं 412 तु प्रत्ययः तस्मात् आरभ्य किं सूत्रं पठितवती भगिनी भवती? उरप्रभृत्यभ्यः कपः 44 क्षम्यतां 54 152 पर्यन्तं तत्र स्वादयः इति नाम्ना जायन्ते. तत्र सर्वनामस्थानसंज्ञक भवति अनेन. अस्तु, तत्र वयम् इदानीं सुडनपुंसकस्य न स्वीकुर्मः. तद् विहाय सु औ जस् अम् औट् पञ्चप्रत्ययाः सर्वनामस्थानसंज्ञा प्राप्नुवन्ति. तस्मात् पूर्वं यद् किमपि अस्ति तस्य पदसंज्ञा भवति. तदेव किल. रामयोगः भ्याम् इति यत्र अस्ति तत्र रामशब्दस्य पदसंज्ञा भवति. तत्र भ्याम् इति तदेव भवती पठितवती किल, तत्र भ्याम् इति तत्तु तस्य तु सर्वनामस्थानसंज्ञकः नास्ति, तद् नास्ति तत्. सू औ जस् अम् औट् पर्यन्तमेव सर्वनामस्थानसंज्ञा. शस् आरभ्य अन्तिमसप्तमीविभक्ति बहुवचनं सुप् पर्यन्तम् असर्वनामस्थानसंज्ञा. सुप्तिङन्तं पदम् इत्यनेन वयं तु पदसंज्ञा इति दृष्टवन्तः. इदानीं स्वादिषु असर्वनामस्थाने इति सूत्रेण पदसंज्ञा भवति. कस्य पदसंज्ञा इत्युक्ते प्रत्ययस्य पूर्वं यत् भागः अस्ति तस्य पदसंज्ञा. रामयोगः शस् इति अस्ति चेत् शस् इति इत्यस्य कः संज्ञा भगिनि, का संज्ञा? न भगिनि, तत्रापि पुंलिङ्गे शशाल् अपि सर्वनामस्थाने, केवलं नपुंसकलिङ्गे शु औजस् अम् औट् एव सर्वनामस्थानशब्दाः. आम्, रामः एव उक्तवती, रामयोगः शस् इत्यत्र शस् इत्यस्य तस्यापि सर्वनामस्थाने एव भगिनि. अत्रापि वा नपुंसकलिङ्गे जस् सश् एव भगिनि, एतत् नपुंसकलिङ्गे राम भगिनी उक्तवती. राम इति पुल्लिङ्ग किल, रामशब्दः. अहं तु आम् रामयोगः शस् इति अत्र शस् इति कः का प्रत्ययः भवति, का संज्ञा भवति? सर्वनामस्थानसंज्ञा. नो नो नो, अत्र शस् इति शस् तत्र शकारस्य लोपः भवति, शकारस्य करावसानयोर् विसर्जनीयः इति सूत्रेण विसर्गः भवति, अतः रामः इति भवति. परन्तु न न न, अहम् अन्तिमरूपं किमपि न पृच्छामि. न न, रामयोगः शस् केवलं संज्ञा वदतु. शस् इत्यस्य संज्ञा का, सर्वनाम वा असर्वनाम वा? तावदेव मम प्रश्नः. असर्वनामस्थान असर्वनामस्थानसंज्ञा किल? उदनपुंसकस्य अहं न वदामि एव, वयं केवलं पुल्लिङ्गविषये पश्यामः. पञ्चप्रत्ययाः सर्वनामस्थानसंज्ञकाः अस्तु, षट् आरभ्य सुप् पर्यन्तम् असर्वनामस्थानसंज्ञकाः. समीचीनं. टू औट् जस् एकनिमिषं, क्षम्यतां, तत्र मध्ये ध्वनिः आगच्छति. आं भगिनि, क्षम्यतां, अहमेव. समीचीनं किल? अतः सू औजस् अम् औट् पञ्चप्रत्ययाः सर्वनामस्थानसंज्ञकाः, अन्ये षोडशप्रत्ययाः असर्वनामस्थानसंज्ञा. असर्वनामस्थानसंज्ञा केन सूत्रेण भवति इत्युक्ते स्वादिषु असर्वनामस्थाने इति सूत्रेण असर्वनामस्थानसंज्ञा भवति. अवगतं वा? आं भगिनि, सम्यक् एव. अतः इदानीं संज्ञाचतुष्टयम् अस्ति. एकं वयम् अद्य न दृष्टवन्तः, सर्वनामस्थानसंज्ञा, असर्वनामस्थानसंज्ञा, पदसंज्ञा. पदसंज्ञा सुप्तिङन्तं पदम् अनेन अपि भवति, स्वादिषु असर्वनामस्थाने इत्यनेन अपि भवति पदसंज्ञा. अनन्तरं भसंज्ञा इति अस्ति, तद् वयम् अग्रिमसप्ताहे पश्यामः. इदानीं पदसंज्ञा न न अत्र अत्र न अत्र न आगच्छति, यत् अत्र आगच्छति. आं, भासंज्ञा एव, अत्र भासंज्ञा एव. तद् नदीसंज्ञा, अन्यत् संज्ञा सर्वमस्ति, परन्तु अत्र अस्य अस्मिन् विषये नास्ति, अत्र केवलं भसंज्ञा एव. अतः सर्वनामस्थानसंज्ञा सू औजस् अम् औट् एव पुल्लिङ्गस्त्रीलिङ्गविषये एव, नपुंसकलिङ्गे चिन्ता मास्तु, अस्मिन् करपत्रे अपि नास्ति इति चिन्तयामि. अनन्तरं षस् आरभ्य सुप् पर्यन्तम् असर्वनामस्थानसंज्ञा, तस्मात् पूर्वं यत् भागः अस्ति तस्य पदसंज्ञा इति अपि भवति. तद् पुनः अपि पठामः अग्रिमसप्ताहे. स्पष्टं वा? स्वादिषु अथर्वस्थाने अनेन असर्वनामस्थानसंज्ञा अपि विधीयते, पदसंज्ञा अपि विधीयते, अनेन सूत्रेण संज्ञाद्वयं विधीयते. टु आदिप्रत्ययः अस्मात् तस्य पदसंज्ञा. फोर् वन् फोर् वन् फोर् वन् इदानीं भवत्या उक्तं फोर् वन् टु तः स्वादिप्रत्ययः आगच्छति. अत्र अनन्तरं फैव् फोर् वन् फैव् टु वा फै उरः प्रभृतिभ्यः कप् फैव् फोर् वन् फैव् वन् आं भगिनि आं भगिनि उरः प्रभृतिभ्यः कप् एतत् पर्यन्तं स्वादिगणे एव वा स्वादेः प्रस्वादिषु असर्वनामस्थाने आं स्वादिषु असर्वनामस्थाने असर्वनामस्थानसंज्ञकप्रत्ययाः सन्ति अग्रे अपि सन्ति वयं तु केवलं सुप् पर्यन्तं पश्यामः अस्तु एतत् सर्वं रोर् अपृक्तस्य उपधायाः दीर्घः इत्यस्मिन् विषये आगच्छति हल्सन्धिकार्याणि कथं भवति इत्येव अस्तु अग्रिमसप्ताहे अपि पश्यामः प्रायः समापयामः अपि धन्यवादः धन्यवादः भगिनी धन्यवादः शुभरात्रिः.